यदि ब्रूयात् शीतोऽग्निः अप्रकाशो वा इति तथापि अर्थान्तरं श्रुतेः विवक्षितं कर्तव्यं प्रामाण्य अन्यथा अनुपत्ते न तु प्रमाणान्तरविरुद्धं स्ववचनविरुद्धं वा कर्मणः मिथ्याप्रत्ययवत् कर्तृकत्व कर्तुः अभावे श्रुतेः अप्रामाण्यमिति चेत् न ब्रह्मविद्यायाम् अर्थवत्त्वोपपत्तेः कर्मविधिश्रुतिवत् ब्रह्मविद्याविधिश्रुतेरपि अप्रामाण्यप्रसङ्ग इति चेत् न बाधकप्रत्यय अनुपपत्तेः यथा ब्रह्मविद्याविधिश्रुत्य आत्मनि अवगते देहादिसङ्घाते अहं प्रत्ययः बाध्यते तथा आत्मनि एव आत्मावगतिः न कदाचित् केनचित् कथञ्चिदपि बाधितुं शक्यते फल अव्यतिरेक अवगते यदा अग्निः उष्णः प्रकाशश्च इति न च एवं कर्मविधिश्रुतेः अप्रामाण्यं पूर्वपूर्वप्रवृत्तिनिरोधेन उत्तरोत्तर अपूर्वप्रवृत्तिजननस्य प्रत्यगात्माभिमुख्येन प्रवृत्ति उत्पादनार्थत्वात् मिथ्यात्वेपि उपायस्य उपेयसत्यतया सत्यत्वमेव स्यात् यथा अर्थवादानां विधिशेषाणां लोकेऽपि बालोन्मत्तादीनां पयादौ पायितव्ये चूडावर्धनादिवचनं प्रकारान्तरस्थानां च साक्षादेव प्रामाण्यं सिद्धम् प्रागात्मज्ञान देहाभिमाननिमित्तप्रत्यक्षादिप्रामाण्यं यत्तु मन्यसे स्वयम् अव्याप्रियमाणोऽपि आत्मा सन्निधिमात्रेण करोति तदेव मुख्यं कर्तृत्वम् आत्मनः यथा राजा युद्धमानेषु योधेषु युध्यते इति प्रसिद्धं स्वयम् अयुध्यमानोऽपि सन्निधानादेव जितः पराजितश्च इति तदा सेनापतिः वाचा एव करोति क्रियाफलसम्बन्धश्च राज्ञः सेनापतेश्च दृष्टः यथा च ऋत्विक्कर्म यजमानस्य तथा देहादीनां कर्म आत्मकृतं स्यात् फलस्य आत्मगामित्वात् यथा वा भ्रामकस्य लोहभ्रामयितृत्व अव्यापृतस्यैव मुख्यमेव कर्तृत्वं तथा च आत्मनः इति तत् असत् अकुर्वतः कारकत्वप्रसङ्गात् कारकम् अनेकप्रकारमिति चेन्न राजप्रवृत्तीनां मुख्यस्यापि कर्तृत्वस्य दर्शनं राजा तावत् स्वव्यापारिणापि युध्यते योधानां च योधयितृत्वे धनदाने च मुख्यमेव कर्तृत्वं तथा जयपराजये फलोपभोगे यजमानस्यापि प्रधानत्यागे दक्षिणादाने च मुख्यमेव कर्तृत्वं तस्मात् अव्यापृतस्य कर्तृत्वोपचारो यः सः गौणः इति अवगम्यते यदि मुख्यं कर्तृत्वं स्वव्यापारलक्षणं नोपलभ्यते राजयजमानप्रवृत्तेन तदा सन्निधिमात्रेणापि कर्तृत्वं मुख्यं परिकल्प्येत् यथा भ्रामकस्य लोहभ्रमणेन न तदा राजयजमानादीनां स्वव्यापारः नोपलभ्यते तस्मात् सन्निधिमात्रेण कर्तृत्वं गौणमेव तथा च सति तत्परसम्बन्धोऽपि गौण एव स्यात् न गौणेन मुख्यं कार्यं निर्वर्तते तस्मात् असदेव एतद् गीयते देहादीनां व्यापारेण अव्यापृतः आत्मा कर्ता भोक्ता च स्यात् इति भ्रान्तिनिमित्तं तु सर्वम् उपपद्यते यथा स्वप्ने मायायां च एवं न च देहादि आत्मप्रत्ययभ्रान्तिसन्तानविच्छेदेषु सुषुप्तिसमाध्यादिषु कर्तृत्वभोक्तृत्वादि अनर्थः उपलभ्यते तस्मात् भ्रान्तिप्रत्ययनिमित्तः एव अयं संसारभ्रमः न तु परमार्थः इति सम्यक् दर्शनात् अत्यन्त एव उपरमः इति सिद्धम् सर्वं गीताशास्त्रार्थम् उपसंवृत्य अस्मिन् अध्याये विशेषतश्च अन्ते यः शास्त्रार्थदार्ढ्याय संक्षेपतः उपसंहारं कृत्वा अथ इदानीं शास्त्रसम्प्रदायविधिमः इदं तेन तपस्काय नाभक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति। इदं शास्त्रं ते तव हिताय मया उक्तं संसारविच्छित्तये अतपस्काय तपोरहिताय न वाच्यमिति व्यवहितेन सम्मत्यते। तपस्विनेऽपि अभक्ताय गुरौ देवे च भक्तिरहिताय कदाचन कस्याञ्चिदपि अवस्थायां न वाच्यम्। भक्तः तपस्वी अपि सन् अशुश्रूषुः यो भवति तस्मै अपि न वाच्यम्। न च यो मां वासुदेवं प्राकृतं मनुष्यं मत्वा अभ्यसूयति आत्मप्रशंसादि दोष अध्यारोपणेन ईश्वरत्वं मम अजानन् न सहते असमपि अयोग्यः तस्मै अपि न वाच्यम्। भगवती अनसूयायुक्ताय तपस्विने भक्ताय शुश्रूषवे वाच्यं शास्त्रमिति सामर्थ्यात् गम्यते। तत्र मेधाविने तपस्विने वा इति अनयोः विकल्पदर्शन शुश्रूषा भक्तियुक्ताय तपस्विने तद्युक्ताय मेधाविने वा वाच्यम्। शुश्रूषा भक्तियुक्ताय न तपस्विने नापि मेधाविने वाच्यम्। भगवति असूयायुक्ताय समस्तगुणमतेऽपि न वाच्यम्। गुरुशुश्रूषा भक्तिमते च वाच्यमिति एषः शास्त्रसम्प्रदायविधिः। सम्प्रदायस्य कर्तुः फलम् इदानीमाह ययिमं परमं गुह्यं मद्भक्तिष्वभिधास्यति भक्तिं मयि परां कृत्वा मामेवैष्यत्य संशयः। यः इमं यथोक्तं परमं परमनिश्चयसार्थं केशवार्जुनयोः संवादरूपं ग्रन्थं गुह्यं गोप्यतमं मद्भक्तेषु मयि भक्तिमत्सु अभिधास्यति वक्ष्यति ग्रन्थतः अर्थतश्च स्थापयिष्यति इत्यर्थः यथा त्वयि मया। भक्तेः पुनर्ग्रहणं भक्तिमात्रेण केवलेन शास्त्रसम्प्रदाने पात्रं भवति इति गम्यते। कथम् अभिधास्यति इति उच्यते भक्तिमयि परां कृत्वा भगवतः परमगुरोः अच्युतस्य शुश्रूषा मया क्रियते इत्येवं कृत्वा इत्यर्थः। तस्य इदं फलं मामेव एष्यति मुच्यते एव असंशयः अत्र संशयः न कर्तव्यः। किञ्च न च तस्मामनुष्येषु कश्चिन्मे प्रियकृत्तमः भविता न च मे तस्म अन्यप्रियतरो भुवि। न च तस्मात् शास्त्रसम्प्रदायकृतः मनुष्येषु मनुष्याणां मध्ये कश्चित् मे मम प्रियकृत्तमः अतिशयेन प्रियकरः अन्यः प्रियकृत्तमः नास्त्येव इत्यर्थः वर्तमानेषु। न च भवित भविष्यत्यपि काले तस्मात् द्वितीयः अन्यः प्रियतरः प्रियकृत्तरः भुवि लोके अस्मिन् न भवित। योऽपि अध्येष्यते च ययिमं धर्म्यं संवादमावयोः ज्ञानयज्ञेन तेनाहम् इष्टस्यामिति मे मतिः। अध्येष्यते च पठिष्यति यः इमं धर्म्यं धर्मादनपेतुं संवादरूपं ग्रन्थम् आवयोः तेन इदं कृतं स्यात् ज्ञानयज्ञेन विधिजप उपांशुमानसानां यज्ञानां ज्ञानयज्ञः मानसत्वात् विशिष्टतमः इत्यतः तेन ज्ञानयज्ञेन गीताशास्त्रस्य अध्ययनं स्तूयते। फलविधिरेव देवतादिविषयज्ञानयज्ञफलतुल्यम् अस्य फलं भवति इति तेन अध्ययनेन अहम् इष्टः पूजितः स्यां भवेयम् इति मे मम मतिः निश्चयते। अथ श्रोतुः इदं फलं श्रद्धावाननसूयश्च शृणुयादपि यो नरः सोऽपि मुक्तशुभां लोकं प्राप्नुयात् पुण्यकर्मण। श्रद्धावान् श्रद्धधानः अनसूयश्च असूया वर्जितः सन् इमं ग्रन्थं शृणुयादपि यो नरः अपिशब्दात् किमुत अर्थज्ञानात् सोऽपि पापात् मुक्तः शुभान् प्रशस्तान् लोकान् प्राप्नुयान् पुण्यकर्मण अग्निहोत्रादिकर्म होता। शिष्यस्य शास्त्रार्थग्रहणाग्रहण विवेक बुभुत्सया पृच्छति तदग्रहणी ज्ञाते पुनः ग्राहयिष्यामि उपायान्तरेणापि इति पृष्टुः अभिप्रायः। यत्नान्तरं च आस्थाय शिष्यस्य कृतार्थता कर्तव्या इति आचार्यधर्मः प्रदर्शितो भवति। कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा कच्चिदज्ञानसम्मोहः प्रणष्टस्ते धनञ्जय। कच्चित् किम् एतत् मया उक्तं श्रुतं श्रवणेन अवधारितं पार्थ त्वया एकाग्रेण चेतसा चित्तेन किं वा अप्रमादतः। कच्चित् अज्ञानसम्मोहः अज्ञाननिमित्तः सम्मोहः अविविक्तभावः अविवेकः स्वाभाविकः किं प्रणष्टः। यदर्थः अयं शास्त्रश्रवणायासः तव मम च उपदेशश्रुत्वायासः प्रवृत्तः ते तुभ्यं हे धनञ्जय। अर्जुन उवाच नष्टो मोहस्मृतिर्लब्ध त्वत्प्रसादामयाच्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव। नष्टः मोहः अज्ञानजः समस्तसंसार अनर्थहेतुः सागर इव दुरुत्तरः। स्मृतिश्च आत्मतत्त्वविषया लब्ध यस्याः लाभः सर्वहृदयग्रन्थीनां विप्रमोक्षः। त्वत्प्रसादः तव प्रसादं मया त्वत्प्रसादम् आश्रितेन अच्युत। अनेन मोहनाशप्रश्नप्रतिवचनेन सर्वशास्त्रार्थज्ञानफलम् एतावदेव इति निश्चितं दर्शितं भवति। यतः ज्ञानात् मोहनाशः आत्मस्मृतिलाभश्च इति तथा च श्रुतौ अनात्मविशोचामि इति उपन्यस्य आत्मज्ञानेन सर्वग्रन्थीनां विप्रमोक्षः उक्तः। विद्यते हृदयग्रन्थिः तत्र कोमोहः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः। अथ इदानीं त्वच्छासने स्थितः अस्मि गतसन्देहः मुक्तसंशयः करिष्ये वचनं तव। अहं त्वत्प्रसादात् कृतार्थः न मे कर्तव्यमस्ति इत्यभिप्रायः। परिसमाप्तः शास्त्रार्थः अथ इदानीं कथासम्बन्धप्रदर्शनार्थं सञ्जयः उवाच। सञ्जय उवाच इत्यहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिममश्रौषम् अद्भुतं रोमहर्षणम् इति एवम् अहं वासुदेवस्य पार्थस्य च महात्मनः संवादमिमं यथोक्तम् अश्रोषं श्रुतवान् अस्मि अद्भुतम् अत्यन्तविस्मयकरं रोमहर्षणं रोमाञ्चकरं तं च इमं व्यासप्रसादाच्छ्रुतव इमं गुह्यतमं परं योगं योगेश्वरात् कृष्ण साक्षात् कथयतः स्वयं। व्यासप्रसाद ततः दिव्यचक्षुर्लाभ श्रुतवान् इमं संवादं गुह्यतमं परं योगं योगार्थत्वग्रन्थोऽपि योगः संवादमिमं योगमेव वा योगेश्वर कृष्ण साक्षात् कथयतः स्वयं न परम्परय। राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् केशवार्जुनयोः पुण्यं पृष्यामि च मुहुर्मुहुम्। हे राजन् धृतराष्ट्रं संस्मृत्य संस्मृत्य प्रतिक्षणं संवादमिमम् अद्भुतं केशवार्जुनयोः पुण्यम् इमं श्रवणेनापि पापहरं श्रुत्वा पृष्यामि च मुहुर्मुहुः प्रतिक्षणं। तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः विस्मयो मे महान् राजन् पृष्यामि च पुनः पुनः। तच्च संस्मृत्य संस्मृत्य रूपम् अत्यद्भुतं हरेः विश्वरूपं विस्मयो मे महान् राजन् पृष्यामि च पुनः पुनः किं बहुना यत्र योगीश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिः ध्रुवानीतिर्मतिर्मनः यत्र यस्मिन् पक्षे योगेश्वरः सर्वयोगानाम् ईश्वरः तत्प्रभवत्पातो सर्वयोगबीजस्य कृष्णः यत्र पार्थः यस्मिन् पक्षे धनुर्धरः गाण्डीवधन्व तत्र श्रीः तस्मिन् पाण्डवानां पक्षे श्रीः विजयः तत्रैव भूतिः श्रियो विशेषः विस्तारः भूतिः ध्रुव अव्यविचारिणी नीतिः नयः इत्येवं मतिः मम इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये अष्टादशोऽध्यायः श्रीमद्भगवद्गीताशास्त्रं च सम्पूर्णम्।